नमस्सर्वेभ्यः. अस्माकं सन्धिवर्गे सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति समासः इति विषयः अनुवर्तते. गते सप्ताहे वयं तत्पुरुषसमासस्य विषये किञ्चित् अधीतवन्तः. तत्र प्रथमा तत्पुरुषसमासः, द्वितीया तत्पुरुषसमासः, तृतीया तत्पुरुषसमासः, अपि च चतुर्थी तत्पुरुषसमासः, तत्सर्वम् अधीतवन्तः. तत्र अभ्यासमपि कृतवन्तः. गृहपाठरूपेण अभ्यासः अपि आसीत्. तत् किञ्चित् अनन्तरं परिशीलयामः. प्रथमतया किञ्चित् पुनःस्मरणं कुर्मः. अत्र प्रथमा तत्पुरुषसमासः कदा भवति इति कोऽपि वदति वा? राजेन्द्रमहोदय वदति वा? आं भगिनि, अत्र तु अव्ययविवाचक शब्देन सुबन्तेन समासं भवति. अर्ध यथा अर्धशब्दश्च अपि पूर्वशब्दप्रयोगं प्रयुज्य तत् समासं भवति. यथा पूर्वं कायस्य वदामः, तत् पूर्वकायः समस्तपदम्. अत्र षष्ठीविभक्ति अन्तं पदं भवति. उत्तरपदं षष्ठीविभक्ति अन्तं भवति. अपि च तत्र पूर्वपदं यः अस्ति सः किमपि अव्ययविवाचकशब्दः अस्ति, यथा पूर्वम् अर्धं च. पूर्वपदं सम्यक् महोदय, समीचीनं. पूर्वपदम् अत्र एकदेशवाचकशब्दः. उत्तरपदम् अवयविवाचकशब्दः अथवा कालवाचकशब्देन सह समासः भवति. सम्यक्, समीचीनम्. अग्रे अत्र कार्तिक् महोदय वदति वा, अत्र द्वितीया तत्पुरुषसमासः लक्षणं किम्? अस्तु, तत्र उत्तरपदं श्रुत, अतीत, पतित, गत, प्राप्त अथवा अत्यस्त, एतानि पदानि भवन्ति उत्तरपदानि. तत्र अपूर्वपदं द्वितीयाविभक्त्यां भवति विग्रहवाक्ये. समीचीनम्. उदाहरणार्थं यथा कृष्णं श्रुतः इति पुस्तके अस्ति, तत्र कृष्णश्रुतः इति समस्तपदं, कृष्णं श्रुतः इति विग्रहवाक्यम्. सम्यक्, समीचीनं. तर्हि तत्र पूर्वपदे द्वितीयविभक्त्यन्तं पदम्, उत्तरपदे अत्र कानिचन पदानि सन्ति, श्रित, अतीत, पतित, गत, प्राप्त, अत्यस्त, आपन्न, एतानि पदानि. एतेषु पदेषु एकं पदम् अस्ति चेत् तत्र द्वितीयतत्पुरुषसमासः भवति इति दृष्टवन्तः. सम्यक्, अस्तु. राजीव भगिनी वदति वा तृतीयतत्पुरुषसमासस्य लक्षणम्? आं भगिनि, पूर्वसदृशसम ऊनार्थक कलह शब्दः निपुणः मिश्रः श्लक्ष्ण इति पदेन तृतीया तत्पुरुषसमासः भवति. मासेन पूर्वः इत्युक्ते मासेन पूर्वः विग्रहवाक्यं, मासेन तृतीया विभक्तिः, पूर्वः प्रथमा विभक्तिः, मासेन मासपूर्वः इति समस्तपदं यत्र आगच्छति तत्र विभक्त्याः लोपः भवति. तादृशमेव पित्रा समः पित्रा तृतीया विभक्तिः, समस्तपदे पितृसमः इति आगच्छति. वाचा कलहः, वाचा तृतीया विभक्तिः, प्रातिपदिकं वाक् वाक्, अतः समस्तपदं वाक् कलहः इति आगच्छति. मात्रा सदृशः इति विग्रहवाक्यं, तत्र मातृ प्रातिपदिकं, मातृसदृशः इति समस्तपदं. पादेन ऊनं, पादेन तृतीया विभक्तिः, ऊनं नपुंसकलिङ्गपदं प्रथमा, पादेन ऊनं पादोनम् इति समस्तपदे आगच्छति. अपि च अन्यत्र कुत्रापि भवति वा तृतीयतत्पुरुषसमासः? तृतीया कलह इति निपुण इति निपुण इति शब्दैः समस्यते. मिश्र इति शब्दः अपि लक्षण इत्युक्ते लक्षण इति अहं चिन्तयामि, तत्पदे अपि आगच्छति. तदनन्तरं कर्तरीकरणे च तृतीया कृतन्तेन आगच्छति. हरिणा त्राक्तः, हरिणा कर्तरि, त्रा अल हरिणा करणं, त्रातः कर्तरि, न भगिनि, हरिणा त्रातः इत्युक्ते गजेन्द्रस्य नाम हरिणा त्रात गजेन्द्रः, हरि गजेन्द्रः त्रातः इति विष्णुः, विष्णुः गजेन्द्रं केन त्रातः, केन त्रातः, विष्णोः विष्णुना त्रातः, विष्णुना त्रातः, सः एव कर्ता खलु. आमां, विष्णुः कर्ता, विष्णुना त्रातः हरिः गजेन्द्रः, अतः हरित्रातः इति समस्तपदे विग्रहवाक्यं हरिणा त्रातः इति आगत्य अत्र विशेषणविशेष्यभावः भवति. किल विशेषणविशेष्यभावः हरित्रातः इत्युक्ते केन त्रातः इति इति समस्तपदं समस्तपदं विशेषणम् अस्ति खलु, विशिष्टपदम् अया केन त्रातः इत्युक्ते विष्णुना त्रातः इति आगच्छति, ततः विशेष्य विष्णुना कर्तृपदम् भगिनि विशेषणम् इति उक्तवती, कीदृशपदं विशेषणम् अत्र, किं पदं विशेषणं, समस्तपदं विशेषणं, हा आम् अस्तु. त्रातः इति, त्रातः इति कीदृशरूपं, तान्तरूपं, तान्तरूपम् अस्तु. तर्हि अत्र यद्यपि अत्र कृदन्तेन समस्यते इति दत्तमस्ति, तर्हि हरिणा त्रातवान् इति भवति वा, त्रातवान् इति, त्रातवान् इति तव तु रूपमस्ति, अत्र अन्यत् रूपम् अत्र कृदन्तेन समस्यते इति दत्तमस्ति, परन्तु सामान्यतया तत्र तान्तरूपेण एव समस्यते, न तु तव तु अथवा अन्यत् कृदन्तेन रूपेण. अस्तु, अस्तु, हा न, अनन्तरं करणवाचकशब्दः, करणवाचकशब्दः हरिणा, करणवाचकशब्दः न हरिणा त्रातः इति तत्र कर्तृवाचकपदम् अस्ति, हरिः, हरिः एव स एव त्रातवान् इति कर्तृवाचकपदम् अस्ति, करणम् इति, करणम् इत्युक्ते साधनम्, अत्र करणवाचकः करण कृदन्तपदम् अत्र करणं न हरिणा त्रातः इति पूर्वपदं कर्तृवाचकपदं, हरिः इति शब्दः कर्तृवाचकपदम् अस्ति, उत्तरपदे कृदन्तपदं कान्तरूपम् अस्ति, करण कर्तृवाचकपदस्य उदाहरणमस्ति हरित्रातः, यत्र पूर्वपदे कर्तृवाचकपदम् अस्ति. इदानीं करणवाचकपदम् अस्ति चेत् अत्र उदाहरणं, पूर्वपदे करणवाचकपदम् अस्ति चेत् उदाहरणमस्ति नखैः भिन्नः, अत्र नखैः भिन्नः इत्युक्ते नखैः अत्र नखेन छेदनं यः करोति, नखैः भिन्नः, तर्हि नखः एव अत्र करणमस्ति, साधनमस्ति, छेदनकार्यस्य साधनं नखः अस्ति, इत्युक्ते नखः एव करणं वा, नखः करणं, सत्यं. हरिणा त्रातः इत्युक्ते हरिः करणं वा, न हरिः कर्तृ कर्ता अस्ति खलु, सः एव कार्यं करोति, कर्ता इत्युक्ते यः कार्यं करोति, अत्र हरिः एव कार्यं करोति, अतः स कर्ता. अत्र नखैः भिन्नः इति तत्र नखः एव करणमस्ति, साधनमस्ति, येन वयं कार्यं कुर्मः, सः नखः. ह्यः भगिनी अपि उक्तवती, अहं मम मनसि न आगतम्. अस्तु, इदानीं स्पष्टमस्ति वा, किञ्चित् पुनः वदतु एकवारं. हा, इदानीम् अत्र व्यासेन अन्यत् उदाहरणं पश्यामः, व्यासेन विरचितं व्यासविरचितम् इति समस्तपदमस्ति. व्यासेन विरचितं, व्यासः किं कृतवान्? महाभारतं विरचितवान्. हा, विरचितवान्. तर्हि सः एव कर्ता खलु? आम्. हा, सः एव कार्यं करोति. अतः अत्र पूर्वपदे कर्तृवाचकपदम् अस्ति, व्यासः कर्ता अस्ति. यत्र तादृशकर्तृवाचकपदं पूर्वपदे अस्ति, अपि च उत्तरपदे तान्तरूपम् अस्ति, तत् तृतीयतत्पुरुषसमासः भवति. तृतीयतत्पुरुषसमासः भवति. विरचितम् इति पदं तत्र, तत्र विरचितं तान्तपदं, देन् करणं किं तत्र? करणम् इति भिन्न उदाहरणम् अस्ति. ओ, अत्र पदे नास्ति. अस्तु, यत्र कर्तृवाचकपदम् अस्ति अथवा करणवाचकपदं पूर्वपदे अस्ति, उत्तरपदे तान्तरूपम् अस्ति. ओ, तदेव मम क्लेशः. अस्तु, इदानीम् अवगतवती. व्यासेन विरचितं महाभारतं व्यासविरचितम्. अस्तु, कालिदासपुनीतमपि मेघसन्देशः अथवा रघुवंशं. कालिदासेन प्रणीतं, कालिदासः कर्ता. सत्यं, कर्ता तृतीया विभक्ति भवति. सत्यं, सत्यं, सम्यक् भगिनि. अत्र पुष्पा भगिनी किमपि अस्ति वा? अत्र हरिणा त्रातः तु हरिः त्रातः, हरित्रातः. सः एव कार्यं करोति, कर्तृवाचकपदम् अस्ति. हरित्राता पूर्णपदः, कर्तरिपदः? न, पूर्णपदं नास्ति. पश्यतु, पूर्वपदं कर्तृवाचकपदम् इत्युक्ते पूर्वपदे यः कर्ता अस्ति सः तृतीयविभक्त्यन्तं पदम्. उत्तरपदे तान्तरूपं. तान्तरूपं, ओ, एतत् तान्तरूपं नास्ति. विरचितं तान्तरूपं. हा हा, उत्तरपदे तान्तरूपम् अस्ति भगिनि. उत्तरपदे तान्तरूपम् अस्ति. पूर्वपदे यः कर्ता अस्ति, कर्ता अस्ति अथवा करणम् अस्ति पूर्वपदे. कर्तृवाचकपदं तृतीयविभक्तौ अस्ति, करणवाचकपदमपि तृतीयविभक्तौ अस्ति. अस्तु, हरित्रातः गजेन्द्रः तु, गजेन्द्रः किम् अस्ति अत्र? हरित्रातः गजेन्द्रः, गजेन्द्रः विशेष्यम् अस्ति, हरित्रातः विशेषणम् अस्ति. यत्र तान्तरूपम् उत्तरपदे अस्ति, तत्र सम्पूर्णसमस्तपदं विशेषणं भवति. अस्तु, समीचीनं. तर्हि अग्रे एकः प्रश्नः अस्ति. यत् पूर्वशब्दः वयं पश्यामः, तृतीयाविभक्त्याम् उत्तरपदम् आगच्छति. प्रथमतत्पुरुषमासे पूर्वपदम् आगच्छति. पूर्वम् अहनः, मासेन पूर्वः. यदि उत्तरपदम् अस्ति तत् तृतीयाविभक्त्यां योजयामः. पूर्वपदं यदि पूर्वं योजयामः तत्र प्रथमा तत्पुरुषः भवति इति नियमः अस्ति. अत्र पूर्वपदे पूर्वशब्दः अथवा आदर उत्तर एतानि पदानि, अपि च उत्तरपदे षष्ट्यन्तं पदं, भवेत्. तत्र एव प्रथमतत्पुरुषसमासः. अत्र तु उत्तरपदे तु पूर्वपदम्, उत्तरपदे पूर्वपदमस्ति. पूर्वपदे तृतीयविभक्त्यन्तं पदम्. अस्तु भगिनि, मम एकः प्रश्नः. पूर्वं कायस्य इति विग्रहवाक्ये कायस्य तृतीयविभक्त्यन्तं प्राप्नोति. भगिनि, एकक्षणं. कायस्य इति तस्य विभक्तिः का? षष्टि, क्षम्यता, षष्टि विभक्तिः. तत् अवयविवाचकशब्द शब्दस्य एव आगच्छति वा, अथवा किमपि शब्दे उपयोगं कुर्मः वा? न, किमपि न कोऽपि शब्दः अत्र. अवयवीवाचकशब्दः अथवा कालवाचकशब्दः अत्रैव प्रथमा विभक्ति प्रथमा तत्पुरुष एवं भवति वा? सत्यं सत्यं तत्रैव भवति, तत्रैव भवति. विशिष्टनियमः अस्ति, तत्रैव भवति. यत्किमपि पदं स्वीकृत्य वयं प्रथमा तत्पुरुषसमासः समासं कर्तुं न शक्नुमः. अत्र नियमः अस्ति खलु. यदि तत्र पूर्वं शिष्टप्रयोगः तथा अस्ति चेत् तर्हि तस्मिन् सन्दर्भे तादृशसमस्तपदं स्वीकृत्य वक्तुं शक्नुमः. यतोहि शिष्टप्रयोगः अथवा गीतायाम् अथवा अन्यत्र कुत्रापि साहित्ये तथा अस्ति चेत् तत्र समस्तपदस्य प्रयोगं कर्तुं शक्नुमः. परन्तु वयमेव नूतनतया यत्किमपि पदं स्वीकृत्य समस्तपदं कर्तुं न शक्नुमः तत्र प्रथमा तत्पुरुषसमासः. अत्र नियमम् अनुसृत्य एव. इत्युक्ते अवयविवाचक वाचके अथवा कालवाचके. सत्यं सत्यम्. अस्तु, समीचीनं. तर्हि अग्रे अत्र सरला भगिनी वदति वा अत्र चतुर्थी तत्पुरुष अत्र तृतीय तत्पुरुषसमासे अन्यत्र कुत्रापि भवति वा? हेतुवाचक यदि शब्दः. हा, हेतुवाचकशब्दः. यथा उदाहरणं विद्यया मान्य, विद्या मान्य, मदेन अन्ध, मदान्ध, मदान्ध. सम्यक् सम्यक्. क हेतुवाचकशब्दः इत्युक्ते अत्र कारणमस्ति खलु? कारणमस्ति. समीचीनं. तत्रापि तृतीयतत्पुरुषसमासः भवति. अस्तु, समीचीनं. चतुर्थी तत्पुरुषसमासस्य लक्षणं? चतुर्थीसमासस्य लक्षणमस्ति यदि समस्तपदे अर्थ, बलि, हित, सुख, रक्षत एते शब्दाः दृष्टवन्तः, किन्तु अर्थशब्दविग्रहवाक्ये न दृष्टं, तत्र इदम् आगच्छति अर्थविग्रहवाक्ये, तत् भवति चतुर्थी विभक्ति. पूर्वपदं चतुर्थ्यां विभक्त्यां भवति. उदाहरणं तस्मै इदं, तदार्थं, तत्र समस्तपदे विभक्ति आगत्य जश्वसन्धि भूत्वा तदर्थम् इति भवति. तथैव बलि यदि अस्ति भूतेभ्यो बलि, भूतबलि, भूतेभ्यो इति बहुवचने अस्ति चतुर्थ्या विभक्ति, भूत बलिः. यत्र च बलि, हित, रक्षित, सुख अस्ति तत्र विग्रहवाक्ये तस्य प्रातिपदकम् उपयोजयामः, किन्तु अर्थ यदि आगच्छति तत्र इदम् उपयोजयामः. सम्यक् समीचीनं भगिनि. चतुर्थी तत्पुरुषसमासः यत्र पूर्वपदे चतुर्थी विभक्त्यन्तं पदम्, उत्तरपदे अर्थशब्दः बलिहित, सुख, रक्षित एतेषु पदेषु अन्यतमः अस्ति चेत् चतुर्थी तत्पुरुषसमासः भवति. सम्यक्, समीचीनम्. इदानीम् अत्र पञ्चमी तत्पुरुषसमासः इति पठामः पुस्तकात्. तत्र पूर्वस्मिन् वर्गे अहं न आसम्, अतः तत्र तृतीया तत्पुरुषस्य कर्तरीकरणे च या तृतीया तदन्तं प्रायः कृदन्तेन समस्यन्ते इत्यत्र इदानीं हरित्रातः इति किमर्थं बहुव्रीहिः नास्ति? हरित्रातः इत्यनेन अन्यः एव सूचितः किल? अत्र सन्दर्भानुसारम् अत्र परिशीलनीयं महोदय. अत्र हरित्रातः इत्युक्ते अत्र सः बहुव्रीहिसमासं कृत्वा कीदृश कथं वक्तुमिच्छति? हरिणा त्रातः यः सः इति. हा, अत्र यत्र हरिणा त्रातः यः सः, हरिणा त्रातः यः गजेन्द्रः इति गजेन्द्रः. हा, तत्र यत्र पदद्वयमपि भवति हरित्रातः गजेन्द्रः इति भवति, तत्र विशेषणं भवति, अपि च गजेन्द्रः इति विशेष्यं भवति. किन्तु हरित्रातः इत्युक्ते हरि अपि नास्ति, तत्र त्रातक्रिया अपि नास्ति इति कृत्वा अन्यपदप्रधानः एव भवति इति. त्रातक्रिया भवति हरिणा? न, अन्यपदार्थः हरित्रातः इति समस्तपदेन हरि अपि न उक्तं, त्रातक्रिया अपि न उक्तम्. हा, इदानीम् अत्र रामेण हतः रावणः इति वदामः चेत् रामेण हतः यत्र तान्तरूपम् अस्ति, तान्तरूपं सर्वदा विशेषणमेव भवति खलु, तान्तरूपं विशेषणं भवति अन्यस्मिन्, हा तर्हि अत्र प्रश्नः नास्ति, विशेषणम् इत्यस्मिन् विषये प्रश्नः नास्ति, किन्तु इदानीं तत्र अस्माभिः किम् अधीतं, बहुव्रीहिः अस्ति चेत् अन्यपदप्रधानः भवति, अपि च तत्पुरुषः अस्ति चेत् उत्तरपदप्रधानः प्रायः भवति इति. इदानीं हरिणा त्रातः इत्यत्र हरिणा इति पदम् अपि च त्रातः इति पदं, तत्र हरित्रातः इत्यस्मिन् कः कं सूचितम् इति चेत् गजेन्द्रः एव सूचितम् इत्यतः उत्तरपदमपि न सूचितं, पूर्वपदमपि न सूचितम्. न, हरित्रातः गजेन्द्रः, हरित्रातः गजेन्द्रः गच्छति इति वदति चेत् तत्र कः गच्छति? गजेन्द्रः गच्छति. हरित्रातः अपि गच्छति खलु, हरित्रातः विशेषणमस्ति खलु. सत्यं, हरित्रातः एव गजेन्द्रः, अतः हरित्रातः इति पदस्य अपि अन्वयः अस्ति गच्छति. अतः एव बहुव्रीहिः इति अहं चिन्तयामि. न न, बहुव्रीहिः इति समासे तु उत्तरपद अत्र अन्यस्मिन् पदस्य एव प्राधान्यम् अस्ति खलु. अत्र तु हरित्रातः इत्यस्यपि प्राधान्यं, हरित्रातः इति शब्दस्यापि अन्वयः अस्ति क्रियया सह. हरित्रातः अपि गच्छति. इदानीं पीतम् अम्बरं यस्य सः इति वदामि चेत् पीताम्बरः विष्णुः, तर्हि विष्णुः अत्र पीतं गच्छति वा अम्बरं, पीताम्बरः विष्णुः गच्छति इति वाक्ये पीतं गच्छति वा अम्बरं गच्छति वा? न, पीतमपि न गच्छति, अम्बरमपि न गच्छति, अत्र विष्णुः गच्छति. तत्र अन्यपदार्थप्राधान्यम् अस्ति, परन्तु अत्र हरित्रातः हरित्रातः गजेन्द्रः, अत्र तु हरित्रातः अपि गजेन्द्रः एव खलु, अत्र विशेषणविशेषभावः स्पष्टतया अस्ति. अत्र अन्यपदार्थप्राधान्यम् इति नास्ति खलु? आम्, सत्यं, किन्तु इदानीं तत्र यथा भवत्या उक्तं चक्रपाणि इत्यस्मिन् आर् पीताम्बरः इत्यत्र हरि अपि न गच्छति, त्राणम् इति इति क्रिया अस्ति, अतः तदपि न गच्छति इति कृत्वा न हरित्रातः इत्युक्ते अत्र हरित्रातः इत्युक्ते कस्य सूचकः अस्ति हरित्रातः? हरित्रातः इति समस्तपदेन गजेन्द्रः एव सूचितः अस्ति. हा, गजेन्द्रः एव सूचितः इत्युक्ते हरित्रातः एव गजेन्द्रः अस्ति, तर्हि तत्र विशेषणविशेषभावः अस्ति, सामानाधिकरणीयः अस्ति. महोदय, अत्र विशेषणविशेष्यसम्बन्धम् अस्ति खलु? सत्यम्. निश्चयेन तत्पुरुषसमासः आगच्छति. विशेषणविशेष्यः अस्ति इति न, सत्पुरुषः इति नास्ति. अत्र हरित्रातः इत्यस्मिन् तत्र त्रातः इति पदस्य प्राधान्यम् अस्ति. हरित्रातः, हरित्रातः कः? अत्र गजेन्द्रः. गजेन्द्रः, आम्. अस्तु भगिनि, किञ्चित् इतोपि चिन्तयतु महोदय, अनन्तरं चर्चयामः. अस्तु अस्तु, तर्हि अत्र अग्रे भवान् एव पठतु पञ्चमी तत्पुरुषसमासः. अस्तु भगिनि, पञ्चमी तत्पुरुषः. पञ्चमी विभक्त्यन्तं पदं भय भीत भीति भी शब्दैः समस्यते. अत्र उदाहरणमस्ति चोरात् भयं चोरभयम्, सर्पात् भीतिः सर्पभीतिः, व्याघ्राद् भीतः व्याघ्रभीतः, वृश्चिकात् भीः वृश्चिकभीः इति. इदानीमत्र पञ्चमी तत्पुरुष समासस्य विषये उक्तं. पञ्चमी तत्पुरुषसमासः कुत्र भवति इति चेत् यत्र भय भीत भीतिः भीः इति शब्दाः उत्तरपदेन वर्तन्ते, तत्र पञ्चमी विभक्त्यन् पञ्चमी तत्पुरुष समस्तपदं भवितुम् अर्हति इति दत्तम्. अतः चोरात् भयम् इति, चोरात् इति पञ्चमी विभक्त्या निर्दिष्टपदमस्ति. चोरात् भयम् इति, तत्र भयम् इति उत्तरपदम् आगतम् इति कृत्वा चोरभयम् इति समस्तपदं समासं कृत्वा समस्तपदं वक्तुं शक्यते, चोरात् भयं चोरभयम् इति. तादृशमेव अन्यत्रापि. सत्यं सत्यम्. अत्र भयम् इति कीदृशपदमस्ति, लिङ्गं किम्? चोरात् भयम् इति नपुंसकं नपुंसकलिङ्गं सत्यं नपुंसकलिङ्गपदं भीतिः इति भीतिः इति किं प्रत्ययः इति कृत्वा स्त्रीलिङ्गपदं भवति भीतः इति क्तान्तरूपपदमस्ति पुल्लिङ्गे अपि च इदानीं भीः इति तत्र प्रत्ययः कः इति न जाने भगिनि हा भीः इति अपि स्त्रीलिङ्गपदमस्ति प्रत्ययः इदानीं त्यजतु तत्र भीः अपि स्त्रीलिङ्गपदमस्ति अस्तु भीत इति तान्तरूपं किमर्थं पुल्लिङ्गे तत्र व्याघ्रात् भीतः न तत्र तु पुल्लिङ्गे अस्ति सम्यक् परन्तु अत्र इदानीं प्रायः कोऽपि पुरुषः व्याघ्रात् भीतः इति कृत्वा भीतः इति पुल्लिङ्गे सत्यं यदि स्त्री भीता आसीत् चेत् तत्र व्याघ्रात् भीता इति भवति इत्युक्ते तत्र व्याघ्रः यद्यपि पुल्लिङ्गपदमस्ति तथापि अनेन कारणेन भीतः इति पुल्लिङ्गः इति नास्ति इति अवगन्तव्यं सत्यं सत्यम् अत्र भीतः भीत इति तान्तरूपमस्ति विशेषणं भवति अतः विशेष्यस्य लिङ्गं वचनं पुरुषमाश्रित्य तत्र तस्य लिङ्गं वचनं भवति भीत इति पदस्य इत्युक्ते अत्रापि एकनिमिषम् अत्रापि इदानीं विशेषणत्वेन एव एतानि पदानि भवन्ति इत्यतः यथा मया तृतीया तत्पुरुषविषये पृष्टं तादृशम् इत्युक्ते किन्तु सूत्रे व्याकरणे विशेषणपदमस्ति चेत् तस्य तत्पुरुष समासः एव स्वीकर्तव्यः इति नियमः न उक्तः किल तत् विशेषणमस्ति चेत् तत्पुरुषसमासः एव स्वीकर्तव्यः इति नियमः नास्ति परन्तु सन्दर्भानुसारम् अर्थं दृष्ट्वा वाक्ये कीदृशप्रयोगः सर्वं दृष्ट्वा एव निर्णयं कर्तुं शक्नुमः अतः कुत्रचित् तत्र भिन्नरीत्या अर्थः अस्ति चेत् तत्र बहुव्रीः समासः अपि भवितुम् अर्हति तर्हि द्रष्टव्यम् अत्र कीदृश अर्थः अस्ति इति दृष्ट्वा एव अवगन्तुं शक्नुमः अस्तु तर्हि अत्र पञ्चमी तत्पुरुषसमासे पूर्वपदे पञ्चमी विभक्त्यन्तं पदम् उत्तरपदे भय भीत भीतिः भीः एतेषु शब्देषु अन्यतमः अस्ति चेत् तत्र पञ्चमी तत्पुरुषसमासः भवति अत्र अन्यत् किमपि नास्ति सरलमेव भगिनी कीदृशपदम् अस्ति भीः इति स्त्रीलिङ्गपदम् अस्ति भगिनी अत्र स भीः अत्र इकारः स्त्रीलिङ्गप्रत्ययः अस्ति तत्र दीर्घ इकारः नदीव भीः अत्र प्रत्ययः कः इति द्रष्टव्यं परन्तु स्त्रीप्रत्ययः अस्ति भीः भगिनि समानार्थ किल भयभीत्यभीतभीति सत्यं समानार्थकौ समानार्थकः भगिनी अत्र सर्पाभीतिः विशेष्यम् अस्ति न व्याघ्राद्भीतः विशेषणं सर्पभीतिः विशेष्यं न सर्पभीतिः विशेष्यं वाक्यं वदतु अत्र स्त्रीलिङ्ग अस्ति चेत् भीतिः एव तिष्ठति हा अत्र पुंवद्भावः नास्ति अत्र सर्पभीतिः भीतिः इति पदम् उत्तरपदे अस्ति उत्तरपदे भीतिः इति पदं स्त्रीलिङ्गपदम् अस्ति अत्र पुंवद्भावस्य आवश्यकता नास्ति यत्र पूर्वपदे स्त्रीलिङ्गपदम् अपि च कर्मधारयसमासस्य प्रसङ्गे एव अत्र तत्पुरुषसमासस्य प्रसङ्गे नास्ति यतोहि अत्र तत्पुरुषसमासे तत्र विशेषणविशेषभावः नास्ति खलु समस्तपदे मया सर्पाद्भीतिः अस्ति न वा मया सर्पाद्भीतिः अस्ति न मम सर्पभीतिः अस्ति मम सर्पभीतिः अस्ति अत्र विशेषणम् अस्ति न विशेष्यमस्ति अत्र कर्तृपदमस्ति सर्पभीतिः अस्ति कर्तृपदमस्ति यदा सर्पभीतिः बालः पलायति इति वक्तुं शक्नुमः वा वाक्यं? सर्पभीतिः बालः पलायति. सर्पभीतिः बालः पलायति इति सर्पभीतिः इति अत्र स्त्रीलिङ्गपदम् अस्ति खलु. सर्पभीतिः बालाः पलायति इति वक्तुं शक्नुमः वा वाक्यं? सर्पभीतिः बालाः अत्र अत्र अन्ये के किं चिन्तयन्ति? तृतीया भक्ति सर्पभीत्या बाला पलायति. न सर्पभी तत्र विशेषविशेषभावः अस्ति इति कारणेन सर्पभीतिः बालाः बालाः विशेष्यं सर्पभीतिः विशेषणम् इति वयं वक्तुं यत्र सर्पभीतिः तत्र विशेषणं न भवति. तान्तरूपं यत्र अस्ति तत्रैव विशेषणं भवति. व्याघ्रभीतः बालकः इति एव वक्तुं इदानीं तत्र भयम् इति तान्तं नास्ति, भीतिः इति तान्तं नास्ति, भीः इति तान्तं नास्ति इति कृत्वा यत्र यत्र पञ्चमी तत्पुरुषः भवति तत्र सर्वत्र विशेषणमिति नास्ति. अत्र केवलं व्याघ्रभीतः इत्यत्र एव विशेषणं भवितुमर्हति. व्याघ्रभीतः बालकः धावति. धन्यवादः महोदय. धन्यवादः. अस्तु तर्हि अत्र अग्रे अन्ये के के सन्ति? एकक्षणम् नाम उच्यतां. पुष्पा भगिनी, सर्पभीतिः वाक्ये भगिनी जगन्नाथः. नमस्कारः महोदय, वदतु पुनः. सर्पभीतिः वाक्ये वदतु कृपया. सर्पभीतिः मम सर्पभीतिः अस्ति. मम सर्पभीतिः अस्ति. अस्तु अस्तु अस्तु अस्तु अस्तु. तर्हि अग्रे अत्र पद्मा भगिनी पठति वा षष्टि तत्पुरुषसमासः? आं महोदय. आं भगिनि, षष्टिः षष्टिविभक्त्यन्तं पदं सुबन्तेन समस्यते. अत्र पूर्वपदे षष्टिविभक्ति भवति, इत्यनेन षष्टि तत्पुरुषसमासं भवति. उदाहरणानि पाण्डुः पुत्रः. स्वर्गद्वारम् अत्र स्वर्गस्य द्वारं पूर्वपदे षष्टितत्पुरुषः भवति. तथैव प्रजानां पतिः प्रजापतिः प्रजानां पतिः विग्रहवाक्यं समस्तपदं प्रजापतिः. पूर्वपदं किं भवति? प्रजाना. पूर्वपदं कीदृशपदम्? प्रजानां बहु अत्र षष्टितत्पुरुष इति उक्तवती खलु. षष्ठां षष्टितत्पुरुष षष्टिविभक्त्यन्तं पदं षष्टिविभक्त्यन्तं पदं तथैव मृगाणां राजः मृगराजः मृगाणां तत्र किम् अभवत्? मृगं नपुंसकलिङ्गम् अस्ति. मृगाणां बहु षष्टितत्पुरुषपदमस्ति. मृगाणां राजा मृगाणां अत्र राजा इति पदस्य किम् अभवत् तत्र? मृगराजः इति समस्तपदं तत्र राजा इति पदस्य राजा प्रातिपदिकं किं? राजः राजः प्रथमाविभक्ति एकवचनमस्ति. हा सत्यं, परन्तु राजा इति तस्य प्रातिपदिकं किं? राजन्. हा राजन्, तत्र किम् अभवत्? राजन् इति पदस्य प्रथमविभक्तौ रूपं किम्? राजः. न राजन् इति पदस्य रूपाणि वदतु प्रथमविभक्तौ. राजा एव. राजीभगिनी वदतु. राजा एव. राजा राजानो राजानः. हा राजा राजानो राजानः. तर्हि अत्र किमर्थं राजा नास्ति? मृगराजा इति किमर्थं नास्ति? हा अत्र अत्र वयं दृष्टवन्तः, अत्र करपत्रे वयं दृष्टवन्तः खलु, यत्र राजन् इति पदम् उत्तरपदे अस्ति, पुल्लिङ्गे भवति. राजः इति अकारान्तः पुल्लिङ्गः भवति, यथा राम इति शब्दः अकारान्तपुल्लिङ्ग, एवमेव राजः इति पुल्लिङ्गे उत्तरपदं भवति. अतः समस्तपदे मृगराजः. यत्र पूर्वपदे नकारान्तपदम् अस्ति तर्हि तत्र नकारस्य लोपः भवति. विसर्गः. विसर्गः न, पूर्वपदे नकारः अस्ति चेत् नकारस्य लोपः भवति. राज्ञः पुत्रः इति वदामः चेत् तत्र राजपुत्रः, राजन् इति प्रातिपदिकं, राजन् योगः पुत्र इति अस्ति, तर्हि तत्र नकारस्य लोपः भूत्वा राजपुत्र राजपुत्रः इति समस्तपदं भवति. परन्तु यत्र उत्तरपदे राजा इति नकारान्तपदम् अस्ति तत्र राजन् इति शब्दस्य पुल्लिङ्गे भवति, अकारान्तः भवति. तत्र तद्धितप्रत्ययं योजयित्वा तत्र राजः इति पुल्लिङ्गे भवति, तर्हि मृगराजः. स्पष्टं वा? अग्रे अहमेव पठामि वा? हा वदतु अग्रे. तस्य मूलं, तस्य मूलम् अत्र तस्य षष्ठी तत्पुरुषेण अस्ति. तस्य तस्य मूलं मूलं नपुंसकलिङ्गम् अस्ति. तस्य मूलम् अस्ति समस्तपदं. समस्तपदं तस्य मूलं, तन्मूलं. तन्मूलं अत्र किम् अभवत्? अत्र अत्र सन्धि अस्ति इत्यनेन यणादेशसन्धि. किं तन्मूलं कीदृशसन्धिः? मम कोऽपि सहायं करोतु. पुष्पा भगिनी वदतु. जलान्तशोन्ते इत्यनेन तद् तु तत् आगच्छति. मकारः अस्ति तदैव पञ्चमनकारः आगच्छति. तद् तद् सूत्रं न जानामि. कीदृशसन्धिः सूत्रमस्ति? कीदृशसन्धिः? सन्धिः तु अस्तु. राजीभगिनी वदतु. नुमागमः नास्ति भगिनि, सन्धिः अस्ति खलु, आगमः नास्ति. राजीभगिनी वदतु. अहमपि सन्ध्याः नाम विस्मृतवती भगिनी. अस्तु सरला भगिनी वदतु. कः? अनुनासिक राजेन्द्र. अनुनासिकसन्धिः सूत्रं स्मरति वा? यरो अनुनासिको अनुनासिको वा. समीचीनं. यरोनुनासिके अनुनासिको वा इति सूत्रेण तत्र सन्धिः अनुनासिकसन्धिः सन्धिं कृत्वा तत्र तन्मूलम् इति रूपम् आगच्छति. तवर्गस्य पञ्चमवर्णः आगच्छति तन्मूलम्. अस्तु समीचीनं. पुष्पवर्णे अग्रे पठतु. करपत्रे वयं पठितवन्तः तत्र यथा सर्वनाम शब्दः अस्ति तत्र पञ्चमी आगच्छति, तत्र पञ्चमी विभक्त्यां तत्र तस्य स्थाने तत् आगच्छति, तदनन्तरं तत्र सन्धि भूत्वा तन्मूलं भवति. हा एकक्षणम् एकक्षणं, तत्र कुत्र पञ्चमी विभक्तिः आगच्छति? सर्वेषु पदेषु, सर्वेषु सर्वनामपदेषु वा अथवा कुत्र? सर्वेषु यत्र सर्वनामपदं पूर्वपदम् अस्ति तत्र अस्मत् अपि च युष्मत् शब्दस्य तत्र तत् अथवा तत् यत् एकवचन अथवा बहुवचन यत् किमपि रूपं भवति तत्र आगच्छति तत्र. समीचीनं, केवलं युष्मद् अस्मद् शब्दः अस्ति चेत् एव, न तु तद् एतद् तत्र नास्ति. अत्र तद् इति प्रातिपदिकम् अस्ति. तद् शब्दस्य पञ्चमी अन्तं रूपं, पञ्चमी विभक्तौ रूपं किम्? तस्मात्. अतः अत्र तस्मात् नास्ति खलु, तद् इति प्रातिपदिकम् अस्ति. तद् पुल्लिङ्ग स्त्रीलिङ्ग वा नपुंसकलिङ्गौ ते स्थापिता इदं प्रातिपदिकम् आगच्छति. पुनः वदतु, न श्रूयते. सर्वे तद् तद् यदि प्रातिपदिकम् अस्ति स्त्रीलिङ्गे सातेता सर्वे विभक्त्यां, पुल्लिङ्गे सहतौ ते सर्वे विभक्त्यां, तत्तेतानि इति नपुंसकलिङ्गे तत्र सर्वे विभक्त्यां प्रातिपदिकं समस्तपदे तत् आनीयं. सत्यं सर्वत्र तत्र तत् इति एव प्रातिपदिकं स्वीकृत्य समस्तपदं भवति. समीचीनम्. अग्रे पुष्पा भगिनी पठति वा? आं भगिनि, गीतायाः उपदेशः तत् पठामि. पठतु. गीतायाः उपदेशः, गीतायाः तु सप्तमी षष्टि बहुवचनम् अस्ति. गीतायाः षष्टि बहुवचनमस्ति वा? न क्षन्तं गीतायाः षष्टि एकवचनम् उपदेशः प्रथमाविभक्ति गीतोपदेशः अत्र सन्धि भूत्वा आ उ गीताया योगः उ अत्र गीतो न गीताया योगः उ वा? पुनः वदतु प्रातिपदिकं किम्? गीता प्रातिपदिकं गीता गीता आकारः योगः उकारः गीतोपदेशः. कीदृशसन्धिः? कीदृशसन्धिः? तत्तु गुणसन्धिः. न किमर्थं न? गुणसन्धिः एव. अस्तु अग्रे यच्छन्ति. अस्तु पठामि. हा पठतु. मम भक्तः मद्भक्तः तथैव मम तु षष्टिविभक्ति भक्तः प्रथमविभक्ति मद्भक्तः अत्र मत् मम इत्यस्य प्रातिपदिकं किं? मद् न मत् इति वा? अस्मद् इति प्रातिपदिकं खलु. किमर्थम् अत्र मद् इति अस्ति? इदानीमेव राजेन्द्रमहोदय सः उक्तवान्. ओ मत् तत्तु पञ्चमाविभक्ति आगच्छति. सर्वे नाम पञ्चमविभक्तौ कीदृशरूपं? मत् योगः भक्त किम् अभवत्? दकारः आगच्छति. कथम् आगच्छति दकारः? जलां दृशन्ते. हा जलां जष्ट्वं कृत्वा तत्र मद्भक्तः. समीचीनं. तस्य मूलं तत् मूलं तद् तद् कथं आगच्छति भगिनि? तत्र तु तादृशनियमः नास्ति, यत्र केवलम् अस्मद् अथवा युष्मद् तत्र एव पञ्चमी विभक्त्यन्तं रूपम् आगच्छति समस्तपदे. अस्माकं भक्तः इति अस्ति चेत् विग्रहवाक्यं तत्र किं भवति? अस्मद्भक्तः. कर्मफलस्य त्यागी, कर्मफलस्य सप्तमी ऐ मीन् षष्ठी विभक्ति, त्यागी प्रथमाविभक्ति. तत्तु त्यागी पुल्लिङ्ग अस्ति न? त्यागी कर्मफलत्यागी, कर्मफल प्रातिपदिकं कर्मफलत्यागी इति आगच्छति. तत्र अन्यत् किमपि अस्ति वा कर्मफलत्यागी? कर्मफल अत्र तु कर्मफलत्यागी त्रीणि पदानि सन्ति. फलं फलं तर्हि कर्मफल तयोः समासः भवति वा? कर्मस्य फलं, कर्मस्य फलं. कर्म इत्यस्य प्रातिपदिकं किम्? कर्म, ओ कर्मणि, कर्मणि फलं, कर्मन् कर्मन् कर्मन् इति अस्ति प्रातिपदिकं, तस्य षष्ट्यन्तं रूपं कर्माणि. अत्र कर्मणि अस्ति न न न न कर्मकर्माणि कर्माणि कर्मकर्मणि कर्माणि कर्मकर्माणि कर्मा. अत्र कार्तिक् महोदय साहाय्यं करोतु. कर्मणः इति भवति षष्ठी भवति एकवचनं. सम्यक्. तर्हि अत्र कर्मणः कर्मणः कर्मणः अस्तु अस्तु कर्मणः. तत्तु कर्म कथम् आयाति भगिनि? कर्म अत्र अत्र कीदृशसमासः इति प्रथमतया वदतु. कर्म अपि फलं तयोः कीदृशसमासः? तत्तु द्वितीयविभक्ति कर्मं फलं न? कर्मं फलं नास्ति, इदानीमेव वयं पठितवन्तः. द्वितीयविभक्ति द्वितीय तत्पुरुषसमासः कदा भवति? यथा यदा उत्तरपदे श्रुत अतीत पतित गत एतेषु पदेषु अन्यतमः अस्ति चेदेव. अत्र कर्मफल इति अस्ति. तत्र अत्र जगन्नाथमहोदय वदति वा? किं वक्तव्यं भगिनि? अत्र कर्मफलस्य त्यागी इति विग्रहवाक्यं, तत्र कर्मफलत्यागी इति समस्तपदम् अस्ति. तत्र कर्म अपि च फलं तयोः समासः भवति चेत् कीदृशसमासः? कर्मणां फलं कर्माणां फलं नयामश्चेत् तर्हि तत् षष्टि तत्पुरुषसमासः. अत्र किम् उक्तवान्? कर्मणाम् इति वा? कर्मणां फलं आम्. कर्मणः फलम् अथवा कर्मणां फलं. सम्यक्, षष्टितत्पुरुषसमासः समीचीनम्. इत्युक्ते अत्र षष्टिगर्भ षष्टितत्पुरुषसमासः, षष्टितत्पुरुषगर्भ षष्टितत्पुरुषसमासः. अत्र त्रीणि पदानि सन्ति, अतः तत्र समासद्वयं मिलित्वा बहुव्रीहि समासः भवति वा? न, अत्र तु तत्पुरुषसमासः, षष्ठी तत्पुरुषसमासः. कर्म अपि च फलं, कर्मणः फलं, कर्मफलम् इति समस्तपदं, पुनः कर्मफलम्, अनन्तरं त्यागी. तर्हि कर्मफलस्य त्यागी, तर्हि कर्मफलत्यागी इति पुनः षष्ठी तत्पुरुषसमासः. भगिनि, प्रश्नः तत्पुरुषसमासः वा? हा, सत्यं, वदतु भगिनि. त्यागी इति तस्य प्रातिपदकं त्यागेन भवति, नकारस्य लोपः भवति त्यागी इति इकारान्त त्यागी इति वयं प्रथमविभक्त्याम् उपयुज्यामः वा ब्रह्मन् ब्रह्म इति कथं नियमः अस्ति वा तत्र सामान्यतया तत्र इदानीं वाक्यं नास्ति खलु, सामान्यतया तत्र अस्माकं नियमः कः इत्युक्ते अत्र सर्वदा प्रथमाविभक्तौ एव वयं समस्तपदं कुर्मः प्रथमाविभक्तौ. तर्हि अत्र प्रथमाविभक्तौ त्यागिन् इत्यस्य यथा भवती उक्तवती त्यागिन् इति अस्ति कर्मफलयोगः त्यागिन्. तर्हि तत्र त्यागिन् इति इदानीं समस्तपदं कर्मफलत्यागिन् इति अस्ति. तत्र तत्र प्रथमाविभक्तौ कीदृशरूपम् इति चेत् त्यागी इति रूपम् अस्तु. तत्र अन्यत् किमपि नास्ति. यथा राजन् इति अस्ति चेत् राजा इति भवति प्रथमाविभक्तौ, परन्तु तत्र विशिष्टनियमः आसीत. अत्र तु तादृशनियमः किमपि नास्ति, अतः त्यागी इति प्रथमाविभक्तौ. सत्यम् अस्तु. किमपि अन्यत् किमपि नास्ति अत्र. अस्तु. यथा कर्मन् अस्ति तत्र कर्मन् तत्र कर्म केवलं वयं योजयामः तत्र कर्म इति प्रथमविभक्तौ अस्ति. कर्म इति प्रथमविभक्तौ अस्ति. तर्हि कर्मन् इति प्रातिपदिकात् कर्म इति योजयामः. एवमेव अत्र अस्तु. तर्हि अग्रे सरला भगिनी भवती एव पठतु. सप्तमी तत्पुरुष सप्तमी विभक्त्यन्तं पदं पण्डितः कुशल निपुण प्रवीणाद् आदिशब्दैः समस्यते. धनुर्विद्यायां कुशलः धनुर्विद्या कुशलः. शास्त्रेषु पण्डितः शास्त्रपण्डितः. पुरुषेषु उत्तमः पुरुषोत्तमः. वेणुवादने निपुण वेणुवादन निपुणः. कुरुषु श्रेष्ठ कुरु श्रेष्ठः. नाट्ये प्रवीण नाट्यप्रवीण. अत्र सप्तम्या यदि सप्तमी तत्पुरुषसमासः अस्ति तत्र उत्तरपद पण्डितः कुशलः निपुण प्रवीण एते शब्दैः आगच्छति उत्तरपदे. प्रथम पूर्वपदं भवति सप्तम्यां विभक्त्यां तथा धनुर्विद्यायां कुशल. अत्र धनुर् अपि धनुर्विद्या इति अपि समस्तपदम् अस्ति. धनुः धनुर्विद्या भवति धनुः विद्या धनोः विद्या इति आगच्छति तत्र. षष्ठी तत्पुरुष गर्भ सप्तमी तत्पुरुषसमासः भवति अत्र. विद्या इति आकारान्त स्त्रीलिङ्गपदम् अस्ति. तस्य सप्तम्या विभक्त्यां विग्रहवाक्ये अस्ति विद्यायाम्. अतः सप्तमी तत्पुरुषसमासः भवति धनुर्विद्या कुशलः. शास्त्रेषु पण्डितः अत्र शास्त्रेषु अस्ति अकारान्त शास्त्रम् अत्र शास्त्रः अकारान्त पुलिङ्गशब्दः अस्ति. तस्य सप्तमी विभक्ति बहुवचने शास्त्रेषु पण्डितः शास्त्रपण्डितः इति समस्तपदम् आगच्छति. तथैव पुरुषेषु पुरुषः अकारान्त पुलिङ्गशब्दः पुरुषेषु इति सप्तमी बहुवचने अस्ति. विभक्तिलोप भूत्वा पुरुष उत्तम तत्र गुणसन्धि भूत्वा पुरुषोत्तम इति आगच्छति. वेणुवादने निपुण अत्र अपि गर्भसमासः अस्ति. वेणुवादने प्रथमं वेणुवादने निपुण वेणुवादने इति भवति सप्तम्यां विभक्तं वादनं नपुंसकलिङ्ग अस्ति. तस्य प्रातिपदकं वादन आगच्छति. सप्तमी एकवचने वादने भवति वादननिपुणः. वेणुवादने अत्र वेणोः वादनं इति भवति. वेणुवादनं तस्य प्रथमाविभक्ति वेणु आगच्छति. षष्ठी गर्भ सप्तमी तत्पुरुषसमासे अत्र भवति. कुरुशुश्रेष्ठः कुरूणां कुरुषु श्रेष्ठ सप्तमी विभक्ति अस्ति. कुरुषु कुरु इति उकारान्त एकवचन पुलिङ्गशब्दः अस्ति. कुरुषु श्रेष्ठ कुरु श्रेष्ठ इति कुरु भवति प्रातिपदकं समस्तपदे. अत्र वेणुवादने वेणोः वादने हा वेणोः वादने वेणोः वेणोः वादनं तस्मिन् नाट्ये प्रवीण नाट्यम् इति भवति नपसिंह एकवचनं. तस्य प्रातिपदिकं नाट्य अस्ति. नाट्ये अस्ति सप्तमी एकवचने नाट्यप्रवीण इति समस्तपदं भवति. समीचीनं. वेणोः वादने निपुणः इत्यादि इत्यस्मिन् वाक्ये षष्ठी तत्पुरुष अल षष्ठी गर्भसप्त सप्तमी तत्पुरुषसमासः इति वक्तुं शक्नुमः वा? भगिनी उक्तवती खलु तदेव सत्यं. यत्र त्रीणि पदानि सन्ति तत्र समासद्वयं भवति सामान्यतया. द्वन्द्वसमासे त्रीणि पदानि सन्ति चेत् तत्र एकः एव समासः भवति. परन्तु अन्यत्र त्रीणि पदानि सन्ति चेत् सामान्यतया समस्तपदद्वयं भवति. अत्र एकपदं गर्भसमासः भवति इति वा? न, अत्र एक तत्र प्रथमतया षष्ठी तत्पुरुषसमासः भवति. वेणुः अपि च वादनं तयोः वेणोः वादनम् इति षष्ठी तत्पुरुषसमासः. यतोहि पूर्वपदं षष्ठीविभक्त्यन्तं पदं, तर्हि वेणुवादनम् इति समस्तपदम् अस्ति वेणुवादनं. इदानीं वेणुवादने यः निपुणः वेणुवादने निपुणः इति तत्र सप्तमी तत्पुरुषसमासः अस्ति. वेणुवादने निपुणः सप्तमी तत्पुरुषसमासस्य गर्भे अत्र षष्ठी तत्पुरुषसमासः अपि अस्ति. अतः षष्ठी गर्भ सप्तमी तत्पुरुषसमासः वा? सत्यं, षष्ठी तत्पुरुषगर्भ सप्तमी तत्पुरुषसमासः. अस्तु, तर्हि अत्र सप्तमी तत्पुरुषसमासे कुत्र भवति इति चेत् पूर्वपदं सप्तम्यन्तं पदम्, उत्तरपदे तत्र पण्डित कुशल निपुण प्रवीण अपि च पटुः पटु समर्थ कुशल शूर चतुरः अथवा तत्र धूर्त श्रेष्ठः इति अपि श्रेष्ठः कितव शौण्ड एतेषु पदेषु अन्यतमः. इत्युक्ते एक्सास्टिव् लिस्ट् नास्ति. अस्मिन् अर्थे ये ये शब्दाः सन्ति तान् सर्वान् अपि वयं स्वीकर्तुं शक्नुमः. शुण्डः इत्युक्ते अर्थं किं भगिनि? शुण्डः इत्युक्ते यः निपुणः अस्ति परन्तु तस्मिन् वक्रबुद्धिः अपि अस्ति. शुण्डः नास्ति, शौण्डः. शौण्डः इत्युक्ते अक्षेषु शौण्डः. अत्र अक्षेषु शौण्डः, अक्षः इत्युक्ते तत्र डैस्, यः डैस् मध्ये निपुणः आसीत् अक्षेषु शौण्डः. शौण्डः इत्युक्ते निपुणः परन्तु तस्मिन् कपटता अपि च वक्रबुद्धिः अपि अस्ति. एवमेव अत्र धूर्तः अथवा कितवः शौण्डः अत्र समानार्थकाः शब्दः. अस्तु, तर्हि अत्र एतावता कोऽपि प्रश्नः वा? अस्तु, तर्हि गृहपाठं प्रति गच्छामः. गृहपाठे अत्र प्रश्ने एव केचन दोषाः सन्ति, तान् दोषान् अपि समीकृत्य किम् अस्ति इति वक्तव्यं. तत्रापि अभ्यासः भवति. अस्तु अस्तु, तर्हि राजेन्द्रमहोदय अग्रे. आं भगिनि, ज्ञानं प्राप्तः अत्र तु प्राप्तत द्वितीयविभक्ति अन्तम् उत्तरपदम् अस्ति, तत् द्वितीयविभक्ति ज्ञानं ज्ञानं द्वितीयविभक्त्याम् अस्ति, प्राप्तः ज्ञानप्राप्तः समस्तपदम् ज्ञानप्राप्तः द्वितीयतत्पुरुषसमासः. अग्रिमं करोतु. पूर्वं पूर्वं मासः अत्र पूर्वं तु एकदेशो वाचक शब्दः अस्ति. अत्र भगिनी किमर्थं मासस्य न आसीत् अत्र? तदेव, किमर्थं मासस्य नास्ति? तत्र दोषः अस्ति खलु. तत्र मासस्य अत्र प्रथमं तत्पुरुषमासः अस्ति, पूर्वमासः तत्र समस्तपदं भवति. पूर्वं मासस्य तत्र भवेत् अत्र विग्रहवाक्यं. विग्रहवाक्यं सम्यक्, समीचीनम्. अस्तु, धन्यवादः महोदय. अग्रे अत्र अभिनव महोदय, भवान् कृतवान् वा महोदय? अस्तु, कार्तिक् महोदय. समुद्रं पतितः, समुद्रपतितः इति द्वितीया तत्पुरुषसमासः. पूर्वं सप्ताहस्य, पूर्वं सप्ताहस्य महोदय क्षम्यतां, क्षम्यताम्. अत्र यत्र समस्तपदं वदति तत्र कथं ज्ञातवान् समस्तपदं द्वितीयतत्पुरुषसमासः इति अपि वक्तव्यम्. अस्तु, अत्र पतितः इति पदमस्ति, तत्र द्वितीया तत्पुरुषसमासे एव भवति. समीचीनम्. अनन्तरं समुद्रम् इति द्वितीया विभक्त्यामस्ति. पूर्वं सप्ताहस्य अत्र अवयवीवाचक इति अथवा कालवाचकः वा? कालवाचकस्य. अस्तु, सप्ताह इति कालवाचकशब्दः, तदर्थं प्रथमतत्पुरुषसमासः पूर्वसप्ताहं, पूर्वसप्ताहः इति भवति. पूर्वसप्ताहः, समीचीनं. प्रथमतत्पुरुषसमासः, समीचीनं, सम्यक्, धन्यवादः. अग्रे अत्र अभिनव महोदय अस्ति वा? अस्तु, राजी भगिनि. ब्रह्माण्डं स्थितः, ब्रह्माण्डम् अथवा ब्राह्मणं स्थितः, ब्रह्माण्डं स्थितः, ब्रह्मणः स्थितः इति समस्तपदं. स्थितः इति पदं द्वितीया तत्पुरुषे एव आगच्छति, अतः द्वितीया तत्पुरुषः. समस्तपदं किं पुनः वदतु? ब्रह्मणस्थितः. प्रातिपदिकं किं? ब्रह्मन्, ब्रह्मन् प्रातिपदिकं. ब्रह्मस्थितः इति, ओ ब्रह्मस्थितः किल, नकारलोपः भवति खलु? आम् आम्, नकारलोपः भूत्वा ब्रह्मसिद्धः इति आगच्छति. सिद्धः इति पदं द्वितीया तत्पुरुषसमासे एव भवति, अतः द्वितीया तत्पुरुषसमासः. हा, समीचीनम्. अग्रे कर्माणि अतीतः. पुष्पवर्णि किमस्ति? प्रेषयति वा तद् ईमेल्? हा, प्रेषितवती, गते सप्ताहे एव प्रेषितवती. हा, प्रेषितवती, मया नास्ति तदेव इदानीम्. इदानीं चिन्ता नास्ति, चिन्ता नास्ति. अस्तु भगिनी, वदतु. कर्माणि अतीतः, अत्र अत्र कर्मातीतः इति आगच्छति. अतीतः शब्दमपि द्वितीया तत्पुरुषे एव भवति. कर्मन् प्रातिपदिकं, कर्मन् कर्म प्रथमाविभक्तिः, कर्म अतीतः सन्धि भूत्वा कर्मातीतः इति भवति. न, प्रथमाविभक्तौ इति न वक्तव्यं खलु? अत्र प्रातिपदिकद्वयं स्वीकृत्य नकारः, नकारः कर्माणि अतीतः, कर्माणि इति नपुंसलिङ्गे पदं बहुवचनं. परन्तु प्रातिपदिकं कर्मन्, नकारस्य लोपः भवति. कर्मातीतः सन्धि भूत्वा कर्मातीतः इति आगच्छति. कीदृशसन्धिः? सवर्णदीर्घसन्धिः. सत्यं, समीचीनं, धन्यवादः. अग्रे सुकवन महोदय. सुकवन महोदय, भगिनि एकः प्रश्नः अस्ति अत्र. कर्मणि तु बहुवचनरूपम् अस्ति अत्र. यथा समस्तपदं निर्मामः तत् कर्मातीतः अपि अथवा कर्मातीताः तत्र कर्मतीतः इति एव, कर्मतीतः एव. यद्यपि तत्र विग्रहवाक्ये कर्माणि इति बहुवचने अस्ति, समस्तपदं तु कर्मातीतः एव. अत्र कर्म अतीतः इति अस्ति चेदपि कर्मातीतः इति समस्तपदं, कर्माणि अतीतः इति अस्ति चेदपि कर्मातीतः इति एव समस्तपदम्, अथवा कर्मणि अतीतः इति अस्ति चेदपि कर्मातीतः इति एव समस्तपदं. तर्हि सन्दर्भमनुसृत्य वयम् अत्र अन्वयं कुर्मः अत्र विग्रहवाक्यस्य. यतोहि एकं कर्म न भवति, अतः कर्माणि अतीतः इति. यदि एकमेव कर्म अस्ति चेत् तत्रापि कर्म अतीतः, अतः समस्तपदे भेदः नास्ति. आम् आम्, अहम् अत्र कर्मातीताः लिखितवान्, तद् दोषः अस्ति. हा, अतीतः इति अत्र अतीतः नास्ति, परन्तु अत्र अतीतः इति कीदृशपदमस्ति? अतीतः तु कृदन्तपदमेव अत्र. अत्र प्रायः तान्तरूपम् अस्ति. हा, तान्तरूपम् अस्ति चेत् विशेषणं भवति. पुनः तान्तरूपमेव. तर्हि तत्र विशेष्यम् आश्रित्य तत्र कर्मातीताः अथवा कर्मतीतः इत्यपि भवितुमर्हति. अस्तु अस्तु, तर्हि अत्र शुकवन महोदय. अग्रिममस्ति अधरं प्रासादस्य इति अस्ति, तत्र अर्धं प्रासादस्य इति भवेत्. इदानीम् अर्धं प्रासादस्य इति अधरमेव अधरम् अधरम् इत्युक्ते किं भगिनि? अधरम् एकदेशवाचकशब्दं न भवति किल? अधरमपि अस्तस्मिन् अन्तर्भूतः अस्ति महोदय. अपर, अधरम्, अर्ध, मध्य, अपर. ओ इति वा. अर्ध अधरम् इत्युक्ते किं? प्रासादः, प्रासादम् इत्युक्ते जानामि, प्रासादः. भगिनि मम मम अवगमनम् अध अध प्रासादस्य अधरम् इति अधरम् इति पदम् अस्ति. लिप्स्, अधरं मीन्स् लिप्स्. अधरं लिप्स् अपि तस्य अर्थमस्ति. अधरं, मधुरं, वदनं मधुरम् इति अस्ति. अधर इति न केवलं लिप्स् अस्ति इति अत्र. अधरम् इत्युक्ते लोवर् पार्ट्, लोवर् अधोभागे. अधः अस्ति. तत्र नास्ति. ओष्ठस्य अधोभाग एव, ओष्ठद्वयं तत्र. हा हा, समीचीनम्. इदानीम् अधरं प्रासादस्य इति तत्र अधरप्रासादस्य अधरप्रासादः इति भवति समस्तपदं. प्रथमतत्पुरुष समस्तपदं भवति एतत्. किमर्थम् इत्युक्ते अत्र अधरम् इति अधो प्रासादस्य अधोभागः वदति इत्यतः तत्र अवयव अवयवीभावः अवयवीवाचकेन सुबन्तेन अधरम् इति पदं समस्यते इत्यतः तत्र अधरप्रासादः इति समस्तपदं भवति. अग्रिम एवमेव तत्र तत्रापि अधरवृक्षः तत्र अधरम् अधरवृक्षः इति वा भगिनि? अधरं वृक्षः इति भवेत्. न न, अधरं वृक्षस्य इति विग्रहवाक्यं, समस्तपदम् अधरवृक्षः. अधरमिति अधरं वृक्षस्य विग्रहवाक्ये दोषः अस्ति वा? न, विग्रहवाक्ये अधरं वृक्षं परीक्षा अस्ति. अनन्तरं वृष्टः एव अस्ति किल समस्तपदम् अदरवृक्षः एव अदर इति प्रातिपदिकम् अस्ति समस्तपदम् अदरवृक्षः एव विग्रहवाक्यम् अधरम् अधरं वृक्षस्य अधरं नपुंसकलिङ्गे प्रथमविभक्तौ अधरं वृक्षस्य परन्तु भवत्याः प्रेषित अधरं वृक्षः इति एव अधरं वृक्षः इति अस्ति चेत् अधरं वृक्षः अस्ति चेत् तत्र दोषः अस्ति चेत् समीकृत्य विग्रहवाक्यं वक्तव्यम् अधरं वृक्षस्य अस्तु अधरं वृक्षस्य इति विग्रहवाक्यम् अस्ति तस्य समस्तपदं भवति अधरवृक्षः इति यथा पूर्वमुक्तं अत्रापि प्रथमतत्पुरुषसमासः तत्र अधर इति अवयविवाचक शब्देन सुबन्तपदेन समस्यते इत्यतः अधरवृक्षः इति समस्तपदं भवितुम् अर्हति भवति अदरवृक्षः इति भवति हा अस्तु सम्यक् धन्यवादः अग्रे सरला भगिनी दक्षिणं भारतस्य दक्षिणभारत अत्र अपि अवयविवाचकशब्दः अस्ति प्रथमा तत्पुरुषसमासः भवति दक्षिणम् इति नपुंसकशब्दः दक्षिण इति प्रातिपदकम् आगच्छति भारतः इति भवति नपुंसकलिङ्गे नपुंसिङ्ग् ओ अहं दक्षिणभारतः इति लिखितवती दक्षिणभारतम् अस्ति दक्षिणभारतं सुहृद्रं श्रितः इति व्यस्तप्रयोगे समसप्रयोगे भवति सुहृच्छ्रितः अत्र कित् कथम् आगच्छति तत्र सूत्रसमूहस्य सन्धि भूत्वा सुहृत् इति भवति प्रातिपदिकं श्रित् इति अस्ति उत्तरपदं तस्य द्वितीय तत्पुरुषसमासः अस्ति श्रित् कृतान्तरूप सुहृद् तत्र जलाञ्जशोन्ते तकारस्य दकारः भवति सुहृद्र तदनन्तरं स्तोष्णाश्चुः भूत्वा तत्र जकारः आगच्छति सुहृज तदनन्तरं खरी च अनेन सुहृच्छ श्रित्त भवति तदनन्तरं षश्चोटि इति सूत्रेण षकारस्य चकारः भवति सुहृच्छ्रित्त इति भवति सुहृच्छ्रितः इति सम्यक् समीचीनं भगिनि सम्यक् अत्र मुद्रणदोष अस्ति वा रेफस्य स्थाने ऋकार वक्तव्यं सुहृद् सुहृद् सुहृद् इति नास्ति सुहृदं सुहृद् सुहृच्छ्रितः यत्र सुहृद् न भगिनि सुहृद् एव तत्र ऋकारः एव भवेत् रेपः नास्ति एवं वा अस्तु सुहृदयः हृदयम् इति अस्ति तदेव ह्रद इति वदामश्चेत् तत्र नदी सुहृद् सुहृद् ऋकारः सत्यं ऋकारः भवेत् तत्र न तु रेपः सुहृत् भगिनि सुहृच्छितः चकारः तदनन्तरं चकारः वा सुहृच्छितः वा हा सत्यम् अल्पप्राणचकारः अनन्तरं महाप्राणचकारः अस्तु तर्हि अग्रे अत्र हा अत्र पुस्तके तु सुहृदम् इति एव अस्ति अनन्तरं पश्यामि अत्र अर्थः कः इति सुहृद् इति मित्रं हा सुहृद् इति मित्रं परन्तु तत्र सुहृद् इति एव अस्ति अनन्तरं पश्यामि अनन्तरं दृष्ट्वा वदामि अत्र अस्तु दक्षिणभारतम् इति दक्षिणभारतस्य प्रथमा तत्पुरुषः वा प्रथमा तत्पुरुषसमासः सत्यं दक्षिणम् इति तत्र प्रथमः भक्तौ अस्ति दक्षिणं परन्तु तत्तु अवयवभाव अवयविवाचक अपि नास्ति कालवाचक अपि नास्ति अवयवी एव अस्ति खलु भारतस्य अवयवः अस्ति दक्षिणभागः ओ अस्तु अस्तु भगिनि, अस्तु, मम चिन्तनं तादृशं नास्ति. अस्तु अस्तु अस्तु अस्तु अग्रे पद्मा भगिनि. इतोपि अहं दक्षिणभारतीया. अरण्यम् अत्यस्तः विग्रहवाक्यमस्ति. अरण्यं द्वितीय विभक्ते उत्तरपदम् अत्यस्त अतीत पतित गत प्राप्त शब्दसमूहे अस्ति, एकपदमस्ति. इत्यनेन अरण्यस्तः समस्तपदं किं पुनः वदतु? समस्तपदम् अरण्यस्तः. अरण्यस्तः तत्र किमपि भवति वा? अत्र अन्यत् किमपि अरण्य इति प्रातिपदिकम् अनन्तम् अनन्तरम् अत्यस्त, तत्र किमपि भवति वा? हा, सवर्णदीर्घसन्धिः भवति खलु. अरण्यास्तः अरण्यात्यस्तः अत्यस्तः शब्दस्य अर्थः कः? अत्यस्तः इति इत्युक्ते तत्र क्रासिङ्ग् इति क्रासिङ्ग् हा इत्युक्ते नदी अत्यस्तः क्रासिङ्ग् तरति तादृशम् अर्थः वा? तरति हा तादृश अर्थः सत्यं. द क्रासिङ्ग् द फारेस्ट् अरण्यात्यस्तः क्रासिङ्ग् द फारेस्ट् चस्तः नो चेत् अन्यत् किमपि भवति वा? अत्र अत्यस्तः इति एव पदम् अत्यस्तः वा अत्यस्तः अत्र अत्र पदच्छेदः अस्ति वा न वा इति द्रष्टव्यं, परन्तु अत्र पूर्णपदमेव अत्यस्तः. प्राय इतस्ततः वत् तादृशं एकमेव एकायैव दिशायां यदि गच्छति तर्हि तादृशं. अति उपसर्गपूर्वक अस्धातुः भगिनि. अति उपसर्गपूर्वकः अस्धातु इति अस्ति वा? अस्धातु हा अस्तु. तथैव नदी अस्धातु अनन्तरं तत्र त प्रत्ययः वा? प्रत्ययः अस्तु. अग्रे नदीम् अत्यस्तः नद्यास्तः न पुनः वदतु समस्तपदं प्रातिपदिकं द्वयं स्वीकृत्य वदतु. नदी नदीम् अत्र इकारः ह्रस्व इकारः अस्ति. न ह्रस्व नदी नदी इत्यस्य प्रातिपदिकं किम्? न न स्त्रीलिङ्गपदमस्ति खलु. अत्र नदीमिति द्वितीयविभक्तौ अस्ति. नदी इत्यस्य प्रातिपदिकं नद्या नदी इति एव प्रातिपदिकं. नदी इति एव प्रातिपदिकं, तर्हि नदीयोगः अत्यस्तः तत्र किं भवति? अत्र गुणादेशः भवति नद्योस्तः. न न गुणः कथम्? अत्र ईकारः योगः अकारः. नदी इत्यस्मिन् ईक दीर्घ ईकारः अस्ति, अनन्तरम् अकारः अस्ति. तत्र कीदृशसन्धिः भवति? यण् सन्धिः. हा वदतु महोदय. विकोयाणचिसूत्रेण नद्यत्यस्तः इति भवति. नद्यत्यस्तः, सम्यक्, समीचीनम्. अस्तु, अग्रे पुष्पा भगिनी वक्तुमिच्छति वा? किम् अस्ति न दृष्टवती. अस्तु अस्तु, तथैव दीयतु. अर्धम् इक्षोः, अर्धम् इक्षोः, अर्धं तु तत्र अर्धम् इक्षोः, अर्ध इक्षः, अर्ध इक्षोः, न अर्धयोगः ईक्षः इत्यस्य, इक्षोः इत्यस्य प्रातिपदिकम् इक्षुः, इक्षु इति प्रातिपदिकम्, अर्ध इक्षुः. अत्र किमपि अन्यत् किमपि अस्ति वा? अर्धयोगः इक्षु, अर्धेक्षुः, अर्धेक्षुः. सम्यक्. कीदृशसमासः? गुणसन्धिः अस्ति. गुणसन्धिः, गुणसन्धिः, प्रथम गुणसन्धिः, गुणसन्धिः प्रथमतत्पुरुष. सत्यं सत्यं, समीचीनम्. पङ्केन कलुषं, सङ्केन कलुषं, तत्तु कलुषं तृतीयतत्पुरुष, तृतीयतत्पुरुष सङ्केन कलुषं, सङ्क् नास्ति, पङ्क, पङ्क, पङ्केन कलुषं, कलुषं, पङ्केन कलुषं, पङ्ककलुषं, पङ्ककलुषं, सत्यं, समीचीनं. भगिनि, ङकारः ककारः अस्ति, प्रथमम् अस्ति वा? हा, तत्रापि टङ्कनदोषः अस्ति भगिनि, टङ्कनदोषः, मम टङ् अभ्यासः नास्ति, अतः दोषः अस्ति. क्षम्यताम्. अस्तु, तद्दृष्टं अहं चिन्तितवान् इति, पङ्क अस्ति, पङ्कं, पङ्कं कलुषम् इति भवति, तत्र नष्टापदान्त चलति, अस्तु. जगन्नाथमहोदय, अत्र राज्ञा तुल्यः, राज्ञा तुल्यः, तर्हि राजतुल्यः इति समस्तपदं भवति. राज्ञा तृतीय तत्पुरुष सदृश, ओके, राज्ञ राजतुल्यः तस्य राज्ञा समेत तुलना भवति तत्र तस्यापि. तृतीयतत्पुरुषसमासः खलु? आम्. सम्यक्. कथं ज्ञातवान् तृतीयतत्पुरुषसमासः इति? पूर्वसदृशसमानार्थककलः शब्दैः समस्यते, तर्हि सदृश इति समानार्थं तुलना इति. सत्यं सत्यं, समानार्थं तु न, किन्तु समा इति अपि अस्ति खलु तत्र, सदृशः, समा, समा इत्यस्मिन् अर्थे तुल्यः. ओ अस्तु अस्तु अस्तु, ओ आम्. भगिनि, अग्रे अपि राज्ञा इत्यस्य ज्ञा वा अथवा ज्ञा वा? उत्तङ्कदोषः. अग्रे अग्रिम अभ्यासे किञ्चित् इतोपि प्रयासं करोमि. क्षम्यता. अस्तु, भवती एण्ड्रायिड् फोन् उपयोगं करोति चेत् तत्र सम्यक्तया देवनागिर्यामेव अहम् आङ्ग्लभाषायां टङ्कनं न करोमि, टङ्कनं त्यक्त्वा दशवर्षकालम् अभवत्। ओ एवं वा, अस्तु अस्तु अस्तु, धन्यवादः महोदय। अग्रे अत्र सख्या सदृशी, सखी सदृशी लिखितं, हा सख्या सदृशी इति समस्तपदं तत्रापि प्रायः उच्चारणदोषः अस्ति। सख्या सदृशी, सखी सदृशी, तर्हि एव सखी एव प्रातिपदिकं, तर्हि सखी सखी, तर्हि सख्या सदृशी, अत्रापि सदृशपदम् अत्र अस्ति, तदर्थं तृतीय तत्पुरुषसमं भवति। सखि इति प्रातिपदिकं भवति, द्वयोरपि सखि एव, सखा सखि द्वयोरपि प्रातिपदिकं सखि एव भवति। अत्र तु स्त्रीलिङ्गपदं सखी सदृशी इति। भगिनि, यदि समस्तपदं भवती लिखितवती सखी सदृश, सखी सदृश, तदा तदानीं व्यस्तप्रयोगः भवति सखिना सदृश इति, सखिन इति प्रातिपदकम् अस्ति। अत्र तु सखी इति स्त्रीलिङ्गपदम्। आमां, सदृशी इति भवति स्त्रीलिङ्गं, भवति लिङ्गपदम् नास्ति भगिनि, प्रातिपदिके तत्तु यत् विशिष्टपदमस्ति सखी एव इति। एतस्मिन् विषये अन्यत् किञ्चित् कालात् पूर्वम् अन्यत्र वर्गे चर्चा भवति तस्मिन् विषये। पुल्लिङ्गपदं सखी इति अस्ति किल, तत्र सखी सदृशः इति, सख्या सदृशः इति दत्तमस्ति चेत् सखी पुल्लिङ्गपदम् इकार ह्रस्व इकारः, सखिन् इति पदं वा, न सखी एव, सखी एव, सखी तृतीयविभक्तौ सख्या एव आगच्छति, अत्र सख्या सदृशः इति आगमनीयं, किमर्थं अत्र सख्या सदृशि स्त्रीलिङ्गपदं सखि, सत्यम्, ईकारान्त सखि इकारान्त पुल्लिङ्गपदं सखि, ईकारान्त स्त्रीलिङ्गपदं सत्यं, तत्र साधु एव भगिनि, सख्य सख्या साधु एव, सख्या सदृशि प्रातिपदिकं सखि एव अस्ति, प्रातिपदिकं सखि इति एव, दीर्घ इकार स्त्रीलिङ्गपद इकारः, स्त्रीलिङ्गपदे दीर्घ इकारः एव, सत्यम्, अस्तु। अग्रे राजेन्द्रमहोदय। भगिनि, अत्र पुंवद्भावः न भवति वा, सखी इति मूले एव स्त्रीलिङ्गे एव अस्ति, अत्र पुंवद्भावः यत्र विशेषविशेषभावः अस्ति, अत्र तु तृतीयतत्पुरुषसमासः अस्ति खलु, अत्र पुंवद्भावः नास्ति, कर्मधारयसमासे अथवा बहुव्रीहिसमासे यत्र विशेषविशेषभावः अस्ति तत्र एव पुंवद्भावः। ओ, तत्पुरुषे न भवति इति, तत्पुरुषे न भवति, अग्रे राजेन्द्रमहोदय। आं भगिनि, प्रह्लादेन स्तुतः, अत्र प्रह्लादेन तु तृतीयविभक्त्याम् अस्ति अस्ति, स्तः अपि तत्र तृतीयविभक्त्यां तत्र न जानामि सूत्रे अस्ति वा स्तुतः, तृतीय तत्पुरुषसमासः अस्ति प्रह्लादस्तुतः, सूत्रे सूत्रे अत्र प्रह्लादः इति कीदृशपदम् अस्ति, प्रह्लादः तु प्रह्लादः तत्र संज्ञा अस्ति तत्र प्रह्लादेन, प्रह्लादः यामि तत्र प्रातिपदिक, न अत्र अत्र उत्तरपदं कृदन्तपदम् अस्ति खलु, हा पूर्वपदं तृतीयविभक्तौ अस्ति, कीदृशपदम् इति चेत् प्रह्लादः इति कर्तृवाचकपदम् अस्ति, उत्तरपदं कृदन्तपदमस्ति तान्तरूपं प्रह्लादस्तुतः प्रह्लादस्तुतः अग्रे मेघच्छन्नं मेघच्छन्नं तत् समस्तपदमिति अहं चिन्तयामि मेघच्छन्नं मेघच्छन्नम् इति समस्तपदं विग्रहवाक्यं वदतु विग्रहवाक्यं मेघेन मेघेन मेघेन छन्नम् इति अस्ति परन्तु एकः एव मेघः नास्ति अतः मेघैः छन्नं मेघैः छन्नं मेघैः छन्नं समस्तपदे तत्र चकारः कथम् आगतः मध्ये तत्र सूत्रमस्ति तत् इदानीं मनसि न आगच्छति चकारः मध्ये आगच्छति मध्ये आगच्छति सत्यं सत्यं चेच इति सूत्रेण तुगागमः यतोहि मेघ इति प्रातिपदिकं भवति मेघयोगः छन्न छन्नं मेघः योगः छन्न अस्तु तत्र अत्रापि छन्न च द्वितीयवर्गः वा महाप्राणचकारः छन्न इत्युक्ते अर्थं किं कवरि कः सत्यं तर्हि तत्र चेच इति तुगागः भवति भगिनि सरला भगिनि ह्रस्वाकारः अस्ति खलु मेघ इति ह्रस्वाकारः अस्ति तदनन्तरं छकारः अस्ति अतः तुगागमः भवति तदनन्तरं छुत्वसन्धिः छुत्वसन्धिः भूत्वा तत्र छकारः किन्तु विग्रह समस्तपदे तु एतत् विसर्ग तु न भवति तर्हि किमर्थं चकारः आगच्छति न विसर्गः अत्र विसर्गसन्धिः नास्ति अत्र विशिष्टकार्यमस्ति यत्र यत्र ह्रस्वकारान्त ह्रस्वस्वरः अस्ति यत्र ह्रस्वस्वरः अस्ति तदनन्तरं छकारः अस्ति चेत् अत्र विशिष्टकार्यमस्ति तुक् तकारः आगच्छति मध्ये सन्धिः कृत्वा छकारः भवति स्तोहोच्चुनासु इति सूत्रेण वा सत्यम् अस्तु अग्रे कार्तिक् महोदय द्वाभ्याम् ऊनं तत्र ऊनम् इति पदं तृतीयाविभक्त्यां तृतीयतत्पुरुषसमासे आगच्छति द्वि इति प्रातिपदिकं द्विऊनम् इति भवति यन्सन्धिः भूत्वा इकारस्य यन्सन्धिः भूत्वा तत्र किं भवति यकारव्यञ्जनम् आगच्छति यकारव्यञ्जनं योगः यू इति भवति द्वियूनं खलु द्वियूनं द्वियूनं द्वियूनं अग्रे रावणेन पालिता श्रावणपालिता इति समस्तपदं तृतीया तत्पुरुषसमासः अत्र रावणेन इति कर्तृवाचकपदमस्ति सम्यक् समीचीनं तर्हि अत्र स्थगयामः वा अत्र इतोपि अग्रिमसप्ताहे परिशीलयामः इदानीं स्थगयामः अस्तु कोऽपि प्रश्नः वा धन्यवादः भगिनि समीचीनं धन्यवादः धन्यवादः तर्हि समापयामः नमस्कारः सर्वेषां भगिनि धन्यवादः हा भवत्याः पार्श्वे नास्ति वा ईमेल् ईमेल् द्वारा प्रेषितवती नास्ति तथैव कथं न जानामि I must have filed it under something else and I can't find it. So okay, okay, प्रेषयामि अस्तु अस्तु अस्तु धन्यवादः धन्यवादः नमस्कारः